नमस्कारः. आर्धधातुकप्रकरणे लृट् लकारे स्मः. तत्र वयं हलन्तधातूनां रूपसिद्धिः इति पश्यन्तः स्म. तत्र सामान्यौ अनिटः अनिचकारान्तदातवः इति गतपाठे अस्माभिः दृष्टं. तत्र श मूर्धन्यषकारः इति एकवारं पूर्णतया समाप्य वयं पूर्वावलोकनं कुर्मः. सो मध्ये स्मः अतः सामान्यः अनिश्चकारान्तदातवः इत्यस्य रूपाणि तु साधितम् अस्माभिः. क्विश् योगः स्यति इति तत्र षडोः कहसि इत्यनेन ककारः त्वे स्यति, अनन्तरं तत्र आदेशप्रत्ययोः त्वेक्ष्यति इति रूपं, तादृशमेव द्वेक्ष्यति पेक्ष्यति इति रूपमासीत्. तत् गतपाठे अस्माभिः दृष्टम्. अनन्तरं विशेष अनिटिचकारान्तदातवः तस्मात् पठामः. अरुणा भगिनी महोदय अद्य नास्ति, अतः भवन्तः भगिनी करपत्रं शेर् करोमि वा लिङ्क्? भगिनी वदतु, पठतु भगिनी. कवर्गी चवर्गीय लेट् चकारान्तदातवः भगिनी. विषे अनिट् शकारान्तदातुः अनिट्. ओके, गोहद् भगिनि. विशेषः गोहद् भगिनि. ओके, विशेषः अनिट् शकारान्तदातवः. तृष् धातुः अनुदात्तस्य छद् उपदस्य अन्यतरस्य इत्यनेन कृष् धातोः अम्मागमः पृष्ठातोः अम्मागमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे. अम् अनुदात्तस्य छर्द् उपदस्य अन्यतरस्यां. छर्द् उपदस्य इति वाट्? अनुदात्तस्य. ओके, छर् ओ ऋकार सूचयति कृष्. ओके, छर्द् उपदस्य अन्यतरस्याम् इत्यनेन कृष् धातोः अम्मागमः भवति विकल्पेन भवति जलादौ अकिति प्रत्यये परे. ओके, अम् आगमपक्षे कृष् योगः स्यति. अनुदात्तस्य चर्द् उपदस्य अन्यतरस्याम् इत्यनेन कृष् योगः स्यति. कृष् योगः स्यति प्रथमं गुणा कर्ष् अनन्तरम् अम् आगमः भवति. अम् आगमः भवति इत्यनेन मितचोन्त्यात् परः सो कर्ष् न कृ योगः अम् योगः शकार योगः स्यति. कृ योगः अम् यण्सन्धि एव. सो कृ योगः अम् रेपः क्रेष्यति. ओ क्रे या क्रश्यति. गुणा नास्ति, एकार नास्ति. अस्तु, कृष् योगः अम् गुणसन् नागुणसन् इको एणचि क्रश् इति क्रश् न क्रश् स्यति खलु स्यति. अनुदातस्य कृष् धातुः अनिट् सो इडागमः नास्ति. क्रश् स्यति शकार सकार. तत्र किम् आगच्छति? शकार सकार. सो क्रश् अपि च क्रश्यति एव स्यति सकार सकारान्तदातु परः सकारः अस्ति. सकारः अस्ति इत्यनेन किम् अभवत् अत्र? शकारः सि सी परे ओ ढः न शः शः ककारः भवति षडोकहसि ककारः भवति. क्रक्ष्यति अनन्तरम् आदेशप्रत्ययः. ओके, क्रक्ष्यति. अम् आगम अपक्षे कृष् कर्ष् अनन्तरं षडोकहसि कर्क्ष्यति. अस्तु, तत्र तु तत्रापि षडोकहसि षडोकहसि अनन्तरम् आदेशप्रत्ययः. अस्तु, एकाच् उपदेशे अनुदातात् इत्यनेन यः औपदेशिकधातुः एकाचपि अनुदातः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति. सो औपदेशिकधातु एकाच् दृष्टवन्तः, परन्तु अस्तु. अनुदात्तस्य छद् उपदस्य अन्यतरस्यां सूत्रम् अस्ति, तदपि परिचितं सूत्रं परन्तु विस्मरामि, तथा पठामि भगिनि. उपदेशे उपदेशे अनुदात्तः यः रुद् उपदः, तस्य अम् आगमः विकल्पेन भवति झलादौ अकिति प्रत्ययपरे. तृप् दृप् सृप् मृश् स्पृश् कृश् द्वादिगणे तुदाति च. एते धातवः इति एते धातवः सप्तधातवः अनुदाताः च रुद् उपदाः. ऋत् ऋत् उपधायां यस्य सः रुद् उपदः बहुव्रीहिः, तस्य रुद् उपदस्य अनुदात्तस्य षष्ट्यन्तं च अव्ययपदं, रुद् उपदस्य षष्ट्यन्तम् अन्यतरस्यां सप्तम्यन्तम् अनेकपदमिदं सूत्रम्. आदे च उपदेशे शिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः तत्र एव सन्ति. अस्तु. सृजीदृशो जल्यमकिति इत्यस्मात् जलि अम् अकिति इत्येषाम् अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् उपदेशे अनुदात्तस्य ऋद् उपदस्य अम् झलि अकिति अन्यतरस्याम्. स्य इति झलि अस्ति, अपि च अकिति अकिति प्रत्ययः. सो अम् आगमः भवति उपदेशे अम् आगमः भवति उपदेशे अनुदात्तः धातु यः ऋद् उपदः अपि अस्ति, तस्य अम् आगमः विकल्पेन भवति जलादौ अकिति प्रत्यये परे स्य प्रत्यय. अस्तु, अग्रे पठामि भगिनि. चक्षिङ् धातुः, चक्षिङ् धातोः आर्धधातुकप्रत्यये परे ख्याञ्च् आदेशः, किन्तु अत्र भाष्यकारः वदति यत् ख्यातिः अयम् आदेशः इत्युक्तौ आदेशः ख्या न ख्या न अपि अपि तु क्षा, तदा चत्वादेशेन क्षा भवति. अपि च पूर्वत्र सिद्धम् इति अधिकारे एकं वार्तिकम् अस्ति, क्षाञ्चः शस्य यो वा वक्तव्यः. क्षाञ्चः शस्य यः वा वक्तव्यः. अनेन क्षाञ्च् इति आदेशस्य शकारस्य विकल्पेन यकार आदेशः भवति. फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ् धातोः स्थाने ख्याञ्च् क्षाञ्च् इति द्वौ आदेशौ सिद्धौ. एकवारं ख्याञ्च्, अपरस्मिन् पक्षे क्षाञ्च्. अस्तु, वयं परिचितम् एव तत् चक्ष् धातुः. सो अस्माकं वयं जानीमः ख्याञ्च् आदेशः, परन्तु वार्तिकेन क्षाञ्च् अपि अस्ति. ओके, क्षाञ्च्. ओके, अस्तु. चक्ष् योगः स्यति चक्षिङ् ख्याञ्च् इत्यनेन ख्याति अयम् आदेशः इत्यनेन क्षाञ्चः अपि अस्ति. शस्य यो वा वक्तव्यः, शकारः स्थाने यकारः. सो ख्यास्यति ख्यास्यते. अस्तु, ख्यास्यति ख्यास्यते. अस्तु, चत्वारि रूपाणि तत्र. ख्याङ्ग् अस्तु, क्षाञ्चः. सो ककार अपि च खकार अपि च शकार अपि अस्ति. सो ख्यास्यति ककारशकारयोः, शकारस्य स्थाने यकाराय आयाति इत्यनेन ख्यास्यति ख्यास्यते. अस्तु, देन् इक्षास्यति. देर् हौ डिड् देट् बिकम् दट् ककार नाद प्रथम ककार, हौ डिड् देट् कम् भगिनि? तत्र क्षादिरयमादेशः चर्त्वादेशेन. अस्तु अस्तु, तदा चर्त्वादेशेन क्षा भवति. क्षादि क्षादिः अयम् आदेशः इत्युक्तौ आदेशः क्या च अपि च क्षा, तदा चर्त्वादेशः क्षा भवति. ओके सत्यं. सो चत्वारि रूपाणि तत्र भवति. अस्तु भगिनि. चक्षिङ्गः ख्याञ्च, परिचितं सूत्रमेव. चक्षिङ्गः ख्याञ्च आदेशः भवति आददादिके. अनुवृत्तिसहितसूत्रं चक्षिङ्गः ख्याञ्च आददादिके. अरुणा भगिनी प्राप्तं वा? आं भगिनि. सामान्याः वेट् धातवः अक्षु, तक्षु, त्वक्षु इत्येते त्रयः धातवः वेटः. प्रथमम् अच् धातुः अनिट् आगमपक्षे अच् युगस्यति. स्कोः संयोगाद्यान्तरे आद्योरन्ते च इति सूत्रेण प्रथमसदस्य षकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति, न तु द्वितीयसदस्यस्य. जलि पदान्ते च सा च पदं सकार च ककार च तयोः इतरेद्वन्द्वः. स्कोः द्वयोः स्कोः संयोगस्य आदिसंयोगादि तयोः संयोगाद्यो षष्टि तत्पुरुषः. संयोगान्तस्य लोपः इत्यनेन इत्यस्मात् लोपः इत्यस्य अनुवृत्ति. जलो झष्ट् झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः. पदस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं संयोगाद्यो स्कोः लोपः झलि पदस्य अन्ते च. ओके. पदं अत्र त्रयमस्ति. अच्छु, तच्छु, त्वच्छु सामान्य वेदशकारदातवः. प्रथमम् अच्छु वेट् अनिच् पक्षे किं भवति इति अत्र दत्तं. फस्ट् प्रथमं स्कोः संयोगात् इत्यनेन सकारलोपो भवति. रूपं किं भवति भगिनि? सम्यग् ककारः षकार अक्ष इत्यत्र ककारः षकारः इत्यस्यैव संयोगः खलु. प्रथमसदस्य ककारलोपः. सो अश् योगः स्यति गच्छति. षडोकः इत्यनेन पुनः ककारः आगच्छति. पुनः आगच्छति. तदनन्तरम् अष्टु नाष्टुः इत्यनेन स्तुत्वं भवति. ककारः सकारः खलु. स्तोः अपि अष्टुनाष्टुः किमपि न भवति. न भवति अक् षडोः कः सि अक् स्यति. इदानीं सकारस्य स्थाने ककारः इति कारणेन षत्वम् आदेशपद ओ अक्षति भवति. रक्ष्यति या अस्ति खलु. रक्ष्यति षडोकः सि सकारस्य ढकारस्य च ककारादेशो भवति सकारे परे. सुनास्तु इत्यस्मात् अपवादः. षश्च तश्च तयोः इतरेतरद्वन्द्वः. षडोः षडौ तयोः षडोः षडोः षष्ट्यन्तं कः प्रथमान्तं स्ति सप्तम्यन्तं त्रिपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णं. षडोः कः सि इडागमपक्षे अच् योगः इष्यति अच्छिष्यति भवति. तच्छु त्वच्छु तक्ष्यति तक्षति भवति रक्षति भवति रक्ष्यति तक्षिष्यति तत्तिष्यति. त्वज् अपि त्वज् त्वजिष्यति तक्षति. हा इष्यति खलु. त्वक्षिष्यति त्वक्षिष्यति गच्छति. निर् उपसर्गपूर्वककृष् धातुः अनिदागमपक्षे निष्कुष् योगस्यति. अत्र निष्कुष्यति निष्कुष्यति कुष्यति भगिनि. निष् हिडागम अनिडागमपक्षे निष्को पुष्यति इति भवति खलु हु तत्र तु अस्माकं उगन्तलघुपदस्य च गुणः निष्कोक्ष्यति निष्कोक्ष्यति इदागमपक्षे निष्कोषिष्यति भवति सम्यक् तत्र किमपि नास्ति केवलं अत्र एव षडोः के रहस्य आदेशप्रत्ययो अनित् सकारान्तदातवः वस् घस् इति द्वौ अनित् सकारान्तदातुः सकारान्तदातोः अनन्तरं सकारादि सार्वधातुकप्रत्ययः भवति चेत् किमपि कार्यं न भवति आस् युगस्य आस्वसे परन्तु आर्धधातुकप्रत्ययः भवति चेत् तस्मिन् सकारादि आर्धधातुकप्रत्ययः परे तस्य सकारान्तदातोः सकारस्थाने तकारादेशो भवति वस्यति वत्स्यति भवति गस् गस् गच्छति भवति सूत्र इति सः सार्धधातुके सः सार्धधातुके सकारस्य स्थाने तकारादेशो भवति सकारादि आर्धधातुकप्रत्यये परे सः षष्ट्यन्तं सीपसप्तम्यन्तम् अर्धधातुके सप्तम्यन्तं त्रिपदमिदं सूत्रम् अच उपसर्गात् इत्यस्मार्थः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितं सूत्रं सः अङ्गस्य तः सि अर्धधातुके सूत्रं वदति सकार अन्ते अस्ति चेत् परे सकारादि अर्धधातुकप्रत्ययपरे एव अकारादेशः भवति तदेव सम्यक् वत्स्यति गस्यति इति रूपा धन्यवादः भगिनि उषा भगिनि धातु आदेशः अस्तु भगिनि धात्वादेश ओ अस्ते भुः कम्प्लीट् ओके अस्ते भूः इत्यनेन अस् धातोः स्थाने भू आदेशः भवति आददादकविवक्षायाम् अस्तु अस् योगः स्यति भूयोगः इष्यति भविष्यति अस्तु अस्तेर् भूः जानीमः एव आर्धदादिकविवक्षायाम् अदादौ स्थितस्य अस् धातोः अस धातोः स्थाने भू आदेशः भवति अनेकाचित् सर्वस्य इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य अनेकाचित् सर्वस्य अस्तेः षष्ट्यन्तं भूः प्रथमान्तं द्विपदमित्तं सूत्रम् आदधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्तेः भूः आदधातुके अस्तु भगिनि भू भो भवि इति भवति खलु भू भू भो भवति अनन्तरं भविष्यति एकाचो गुण अनन्तरम् एचो अयवाय आं भविष्यति परन्तु वयं दट् वि यूस् उपयोगं कुर्मः सो दट् कम्स् सत्यं सत्यं सत्यम् आम् आम् अस्तु भगिनि हकारान्तदातवः सामान्याः अनिट् हकारान्तदातवः रुह् रुह् योगः स्यति अनिट् इडागमः नास्ति रुह् रोह् भवति हकारस्य स्थाने डः होडः सो रोड् रोड् रोड् अनन्तर डकारः स्यति स्यति अनन्तरं सकारः नो रोड् ढकारः हकारस्य स्थाने ढकारः अस्तु रोड् ढकारः ढकारः सकारः सकारः शकारः भवति शकारः शुनाष्टुः सो षडोः कहसि ओ डकार शकार अथवा डकार ओ नाट् सुनाष्टु परन्तु मूर्धन्य वर्णाः अपि खलु ओ बट् ककारः सकारस्य स्थाने सकारः अपि चेञ्ज् स्टु नाष्टुः खलु तु तस्य अपवादः एव एतत् खलु षडोकः अस्ति. अस्तु अस्तु भगिनि. आम् एतत्तु 82 एतत्तु 82 तद् 84 आं भगिनि. सो षडोहकः सि डकारस्य स्थाने ककारः. सो रोड् रोड् नास्ति, रोक् अनन्तरम् आदेशप्रत्ययः रोक्ष्यति. अस्तु. लिह् लिह् लेड् लेड् अनन्तरं लेक् लेक् लेक्ष्यति. मिह् मेड् नो मिह् मेड् अनन्तरं मेक् अनन्तरं मेक्ष्यति मेक्ष्यति. अनन्तरं वह् वह् हकारस्य स्थाने डकारः, गुणा नास्ति. वड् वड् वड् अपि च स्य वक् वक्ष्यति वक्ष्यति वा. सत्यमेव, वक् धातुः वक्ष्यति वक्ष्यति. तद् भिन्न वक्ष्यति खलु, वद् वद् धातु विषये भवति वदति खलु. ओके ओके. No, no, but I was thinking of odum, like bhagam shaktum. Vahati pyeva kalu. Vahati, nadi vahati tad vahadatuhu. Tatrapi vakshyati iti bhavati. Anyatrapi vakshyati iti agachati kalu tat vruvovachi iti yatra. Vachdatuhu va? Vruvovachi. आं भ्रू धातु खलु, भ्रुवोवचि वक्प्रापणे भ्रू भ्रू एव भ्रू धातुः एव तत्र वक्ष्यति इति आगच्छति. ओके अस्तु. तत्रापि वक्ष्यति वह् धातु. सत्यं, तत्रापि वक्ष्यति एव. अस्तु. सामान्याः वेट् हकारान्तदातवः अनिडागमपक्षे, सामान्याः वेट् धातु परन्तु इदानीम् अनिडागमपक्षे तृह् योगः स्यति. हकारः तृह् तर्ह् तर्ह् हकारः हकारस्य अनिडागमपक्षे. सो इडागम नास्ति. सो तृह् ओके. हकार हकारस्य स्थाने डकार एव. तृड् तृड् योगः स्यति. The same kind of thing. Trikshyati. No, no. Tarkshyati. Tarkshyati. Guna asti. Guna asti. Tarkshyati. Hakarasya sthane dakaraha. Pratamam guna. Tarkh. Anantaram hakarasya sthane kakaraha. Pratamam dakaraha. Anantaram kakaraha. Anantaram sya ityasya krite sya bhavati tarkshyati. Satyam. Tarkshyati. Tarkshyati. स्तृह् योगः स्यति. गुण गुण अस्ति स्तर्ह् स्तर्ड् अनन्तरं स्तर्ड् अनन्तरं स्तर्क् अनन्तरं स्तर्क्ष्यति अनन्तरं तृन्ह् तृन्ह् योगः स्यति. गुण नास्ति. तृन्ह् योगः स्यति. हकारस्य स्थाने डकारः आयाति. तृण्ड् योगः स्यति. तृण्ड् योगः स्यति. तृङ्क् योगः स्यति. तृङ्क् योगः ष्यति. अनन्तरं तृङ्क्ष्यति तृङ्क्ष्यति. सम्यक्, तृङ्क्ष्यति. नकारः नकारः नकार नश्चापदान्तस्य जलि अपि अस्ति भवति. जल् अस्ति, जल् अस्ति ककारः. देन् नश्चापदान्तस्य जलि इत्यनेन अनुस्वारः भवति. अनन्तरम् अनुस्वारस्य ययि परसवर्णः अपि कार्यं करोति. तृङ्क् तृङ्क् तृङ्क्ष्यति. अस्तु खलु भगिनि, अनुस्वारस्य ययि खलु. आम् आम् आम् आम् ययि एव तृङ्क्ष्यति एव ककारः अस्ति. अस्तु. दृह् योगः स्यति. द्रुह् द्रोह् द्रोह् योगः स्यति. द्रोड् योगः स्यति. अनन्तरं द्रोक् योगः स्यति. अनन्तरं द्रोक् योगः स्यति द्रोक्ष्यति. मुह् योगः स्यति मोह् योगः स्यति मोड् योगः स्यति अनन्तरं मोक् योगः स्यति मोक् योगः स्यति मोक्ष्यति. स्निह् योगः स्यति गुण अस्ति स्नेह् योगः स्यति स्नेड् योगः स्यति स्नेक् स्नेक् योगः स्यति स्नेक् योगः स्यति स्नेक्ष्यति. स्तुः योगः स्यति स्तोः योगः स्यति स्तोड् योगः स्यति स्तोक् योगः न स्नुः स्नुः स्नुड् न स्नोड् योगः स्यति अनन्तरं स्नोक् योगः स्यति अनन्तरं स्नोक् योगः स्यति स्नोक्ष्यति. स्निः स्नेक्ष्यति स्नुः स्नोक्ष्यति स्नोक्ष्यति. आम् इडागमपक्षे तृह् योगः इष्यति प्रथमं गुणकार्यं तर्हिष्यति तर्हिष्यति अत्र होडः नास्ति इष् अस्ति इत्यनेन. स्तृः स्तर्हिष्यति तृन्ह् तृन्ह् तृन् ऋकार अर् तर्न् तर्न् इष्यति. उपदायां नकारः खलु उपदायां नकारः अस्ति. ओ ओ आमां गुणा नास्ति अस्तु गुणा नास्ति तृन्हिष्यति. आम् आम् तृन्हिष्यति. वृः वृः गुणा अस्ति वर्हिष्यति. द्रुः द्रुः द्रोहिष्यति. मुह् मोहिष्यति. स्निः स्नेहिष्यति. स्नुः स्नोहिष्यति. सत्यं सम्यक् समीचीनम् सः अरुणा भगिनी धन्यवादः. भगिनी धन्यवादः. भगिनी द्रुः दातु द्रोपद्वयं द्रोक्ष्यति न भवति द्रोषिष्यति भवति भगिनी. आं तद् इडागमपक्षे इडागमापक्षे खलु द्रोक्ष्यति इति इडागमपक्षे. तत्र तु द्रुह मुह स्नुह तदपि भवति खलु भगिनि. वयं भवति द्रोढुं द्रुह द्रोक्ष्यति इति भवति तत्र अस्माकं तद् द्रुह मुह द्रुह योगः स्यति वा अनिडागमपक्षे. अनिडागमपक्षे अनिडागमपक्षे ओ दकार ओ दकारादि धातु कारादि हकारान्तदातु. आम् आम् आं भगिनि वा दृह मुह स्नुह वा दृह मुह स्नुह स्निहां दट् इस् वा. सो वट् इस् द अदर् सूत्र वा दृह मुह स्नुह स्निहां धातेर्धातोर्गः धातेर्धातोर्गः दृह मुह स्नुह स्निहां ओ याम् आमां. सो प्रथमं दृह् योगः स्यति दृह् योगः स्यति द्रोः योगः स्यति अनन्तरं हकारस्य स्थाने डकारः नास्ति गकारः अथवा वादृहमुहश्नुहश्निहां स्नुहश्निहाम् इत्यनेन डकारः अपि भवति परन्तु एकपक्षे डकारः अनन्तरं गकारः अस्तु. द्रोग् योगः स्यति सो द्रोग् योगः स्यति अनन्तरं गकारः करि च द्रोक्ष्यति द्रोक्ष्यति समानरूपमेव सिद्ध्यति खलु इत्यनेनपि समानरूपं परन्तु द्विवारम् आगच्छति. तदेव मुह् स्नुः स्निः तु भगिनि ओ द्रुह मुह स्नुह स्निहां तत्रापि अस्ति. आम् आम् आम् आम् सूत्रमेव भिन्नम्. आम् सत्यं सत्यं सूत्रं भिन्नं तत्र. आम् केवलं दृक् इत्यत्र केवल चतुर्थ धकारः भवति अन्यत्र तु रूपं सम्यक् सूत्रं भिन्नं सूत्रं भिन्नः सूत्रं भिन्नं आम् नख् न कृतवन्तः खलु नहो नहोदः तद् न तत् न आगतम् आम् प्रायः अग्रे अस्ति अस्तु भगिनी अरुणा भगिनी एकाचो बशो बश् अपि अस्ति वा अत्र एकाचो बशो दृह् दृह् द्रोग् भवति ओ द्रोग् दट् इस् जश् आं भगिनि जशस्ततोर् न न अस्ति इत्यनेन झश् अस्ति इत्यनेन एकाचो बशो बष् झषन्तस्य द्वोः सकारः अपि परः अस्ति एकाचो बशो बष् सो द दृग् इति ध्र भवति द्रो द रूप इस् या ध्रो द्रोक्ष्यति द्रुक्सो एकाचो बशो बष् इत्यनेन बष्भावः अपि अस्ति आम् सत्यम् दृक् दोह् प्रथमं गुणः दोह् द्रोह् अनन्तरं दोग् दोग् तत्तु एतत् सूत्रं किल इदानीमेव अस्माभिः वा दृहमुहश्नुहश्निहामिति दोग् स्यति एकाचो बशो बश् इत्यनेन दोग् स्यति अनन्तरं करिच खलु करिच इत्यनेन दोग् अनन्तरं सत्त्वं दोक्ष्यति इति आं भगिनि गकारादि हकारान् पदातवः अनिजगमपक्षे गाः योगः स्यते तत्र घोडः इत्येन गाड् योगः स्यते किं भवति षडोकः इत्यनेन योगस्यते गाक्षते न न किं प्रथमं किम् आगच्छति गाः होडः डकारः डकारस्थानं मूर्धनशकार भगिनि षडोकः पुनः अत्रापि बष्भावः एकाचो बसो बस् इत्यस्मात् महाप्राण गाक्ष्यति गाक्ष्यते गाक्ष्यते गाक्ष्यते भवति गुः योगः स्यात् सते अत्रापि गुण भवति भगिनि तत्र गुक् धातुः तत्र किमपि अस्ति खलु ऊदुपदायाः अतः गूः इति भवति गुण बाधित्वा एतद् भवति आदेशः अजादिप्रत्यये परे अतः गूः इति भवति गूः चते कोडः गोड् योगः स्यात् दकारस्थाने काचार अत्रापि एकाचो पशो पशु कार्यकर्ता पशुभावः अस्ति वा तत्र हकारस्य स्थाने डकारः अस्ति चेत् आं भवति एव बष्भावः अस्ति बष्भावः सत्यं घोड् घोड् योगः स्यति ध अस्ति स अस्ति षडोः कहसि कोक् क्षति अनन्तरं षत्वं गोक्ष्यति भवति गृह् योगस्यते अत्रापि गुण भवति गृह् गाह् भवति गाह् योगस्यते ग्राड् योगः स्यते ग्राक् योगः स्यते ग्राक्ष्यते भवति तत्रापि यदा वष्भावः गर्क्ष्यते गर्क्ष्यते कोडः हनु एकाचो बशो बस् षडो कहसि आम् इडागमपक्षे गाहिष्यते गूहिष्यते गूहिष्यति गृह्गाश्यते तत्र गूह् इति केवलं तत्र यत्र ऊदुपदायाः गोहः किं वदति सूत्रं दत्तं ऊदुपदायाः गोहः गुः संवरणे इति गुः धातोः उपदा गुणदेश गुण आदेशं प्रबाद्य ऊत् आदेशो भवति अजादिप्रत्यये परे अजादिप्रत्यये किं भगिनि अत्र अजादिप्रत्यये भूः धातुः उपदा उपदावर्ण अनिडादिपक्षे देन् तत्र न भवति अत्र एव इडागमपक्षे एव गूहिष्यति इति भवति तत्र इष् इष् इति अजादिप्रत्ययः खलु इष्यते इति अतः तत्र एव गूहिष्यति इति भवति तत्र अनिट्प्रत्यय गोड् गोड्स्यति एव तत्र गोक्ष्यति इत्येव भवति गोक्ष्यति तत्र गुणः गुः गोः भवति सत्यं तत्र गुणः भवति गुणः होडः अनन्तरम् एकाचो बशो बस् अनन्तरं षडोः कहसि गोक्ष्यति इति भवति केवलं इडागमपक्षे सत्यं दकारादि मकारान्त दातव दः योगः स्यति अत्र होडः न भवति तदेर्दोर्धः इत्यनेन हकारस्थाने घकार आदेशो भवति पदा हञ्जलि पदान्ते च इति सूत्रेण ततः पग् योगस्यति खलि च भवति भगिनि कुत्र इदानीं दोग् प्रथमं गुणः खलु दघ् गुणः नास्ति दघ्स्यति अनन्तरं तत्र पुनः एतद् योगस्यति अत्र खरस्थ खरिच इत्यनेन घक् योगस्यति गक्ष्यति भवति गक्ष्यति कत्र का स्या इति स इत्येव अस्ति खलु षडोः कहसि न भवति दक्ष्यति सत्यं तदेव भवति अन्यत् किमपि अत्र नास्ति खलु करीच एव भवति चत्वमेव भवति दिह् ओके दिह् योगस्यति अत्रापि देह् योगः स्यति देघ् योगः सति दादेर्दोर्गः इति देघ् योगः स्यति बष्भाव इति न धेग् देक्ष्यते भवति देक्ष्यति देक्ष्यति देक्ष्यति देक्ष्यते दुः दुः अत्रापि धोक्ष्यति भवति दोक्ष्यति तत्रापि बष्भावः दोक्ष्यति दृः एव वादृः वादृहमुख इदानीं दृष्टवन्तः खलु किमर्थम् अत्र दत्तं तद् दृः वादृहमुख भवति अथवा दादेर्दातोर्गः भवति अत्र वयं किमपि अन्यसूत्रम् उक्तवन्तः खलु कुत्र भगिनि फोडः उक्तवन्तः वा न वा दृहमुख भवति दृह् धातुः अथवा दादेर्दातोर्गः नाट् होडः पुनः न भवति भगिनि. परन्तु तस्मिन् समये वयं होडः एव उक्तवन्तः. वेन् वि डिड् तत्र होडः इति उक्तवन्तः. दृह् धातुः वा दृह मुह श्नुः इति भवति, अथवा अपक्षे दादेर्धातोर्गः एव भवति. भगिनि वा दृह मुह श्नुः श्निहाम् इत्यनेन हकारस्य पदान्ते जलिपरे विकल्पेन घकारादेशः भवति, नाट् डकार. हकारस्य स्थाने घ घकारादेश अभावे औत्सर्गिकः डकारादेशः भवति. सो इदानीम् अत्र दृह् धातुः खलु, दृहधातोः वा दृह मुह श्नुः श्निहाम् इत्यनेन घकारादेशः घ रोघ् भवति. अपक्षे हकारस्य स्थाने डकारः एव, अतः एव वयं ओ होडः एव नाट् धातेर् धातोर्गः. धाते धातोर्गः गकारः अथवा डकार बोत् आर् दे गकार डकार खलु, द्वयोः अपि आगच्छति. परन्तु वादृहमुख इत्यनेन विकल्पेन हकारस्य गकारे न कृते होडः इति औत्सर्गिकः एव भवति. अस्तु अस्तु, होडा इस् होडः इस् औत्सर्गिकसूत्रं, सो दट् ओन्ली विल् कम्, नाट् द अपवाद. अस्तु अस्तु, अवगतं. सो करे प्रथमवारं वयं सम्यक् एव उक्तवन्तः. ओके ओके, नो ओन्ली नः धातुः नः योगस्यति, नूतनसूत्रमस्ति नहोधः. नः धातोः हकारस्य धकार आदेशो भवति जले पदान्ते च. नः षष्ट्यन्तं दः प्रथमान्तं त्रिपदमिदं सूत्रं होडः इत्यस्मात् हकार इत्यस्य अनुवृत्तिः, दादेर्धोः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, जलो झले इत्यस्मात् हले इत्यस्य अनुवृत्तिः, कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च यतनयोः अनुवृत्तिः, पदस्य इति अधिकारः. अनुवृत्तिसहितसूत्रं नः धातोः हः धः जले पदान्ते स. सो नः स्थाने धकार नद् भवति. नद् योगति करिच. ओ करिच, ओके. नद् नक्षति नक्षति न न इत् इत् करि च खलु चत्वं घ स्थाने इत् प्रथमवर्णः इत् नक्ष्यति. नक्ष न भवति, किमर्थम् इत्युक्ते आदेशप्रत्ययोः इत्यस्य किमपि कार्यं नास्ति खलु, पूर्ववर्णः तकारः इन्कोः नास्ति. सो नक्त् इष्यति नक्ष्यति नक्ष्यति. रूपं सम्यक्, धन्यवादः भगिनि. उषा भगिनि, निजन्तधातूनां निजन्तधातूनां लृट् लकारस्य रूपसिद्धिः. यथा जानीमः निजन्तधातवः द्विविधाः भवन्ति, ये स्वार्थे ये प्रेरणार्थे च. चुरादिगणे ये धातवः सन्ति ते स्वार्थेः, चुरादिगणं विहाय णिच् प्रत्ययः विधीयते प्रेरणार्थे. उभयत्र लृट् लकारस्य प्रक्रिया समाना. प्रथमं कार्यम् अस्ति निजन्तधातु निजन्तधातुसिद्धिः, द्वितीयं कार्यम् अस्ति लृट् लकारविधानम्. प्रथमकार्यस्य परिणामे निजन्तधातुः सिद्ध्यति. ओके, स च निजन्तधातुः सदा इकारान्तः भवति. अपि च सर्वे निजन्तधातवः अनेकाचः, अनेकाचः इति कारणतः सेटः सर्वे सर्वे अपि सेटः. अतः द्वितीयं कार्यं यथा सेटाम् इकारान्तधातूनां भवति तथैव भवति अत्रापि. जानीमः यत् सेट् इकारान्तधातवः द्वौ एव, श्री अपि च श्वि. तयोः यादृशी प्रक्रिया अस्माभिः अवलोकिता तथैव भवति निजन्तधातूनाम् अपि. श्रीयोगः इष्यति सार्वधातुकात् वयं जानीमः यथा जानीमः निजन्तधातुः द्विविधाः स्वार्थे अपि च प्रेरणार्थे. चुरादिगणे वयं जानीमः स्वार्थे एव, चुरादिगणं विहाय अन्ये धातवः प्रेरणार्थे एव. उभयत्र प्रक्रिया समाना अस्तु. चुरादिगण अपि च अदर् अन्ये धातवः. प्रथमं कार्यम् अस्ति निजन्तधातुः सिद्धिः. निजन्तधातुः कथं सिद्ध्यति इति णिच् प्रत्ययेन कार्यम् अस्ति. द्वितीयं कार्यम् अस्ति लृट्लकारविधानम् अस्तु. प्रधान प्रथमकार्यस्य परिणामे निजन्तधातुः सिद्ध्यति इकारान्ता एव. अपि च सर्वे निजन्तधातवः अनेकाचः इति कारणतः सेट् भवति. सेट् सर्वेपि सेटः धातुः सर्वेपि सेटः. निजन्तधातुः अनेकाच् इत्यनेन, एकाच् नास्ति इत्यनेन सेट् एव. अपि च द्वितीयं कार्यं सेटाम् इकारान्तधातूनां यथा भवति तथैव अत्रापि अस्तु. श्री अपि च श्वि अस्तु भगिनि. श्रीयोगः इष्यति. श्रीयोगः इष्यति सार्वधातुक आर्धधातुकयोः इष्यति इति अस्ति. श्रीयोगः इष्यति इकारान्तधातु. श्री इकारान्तधातु प्रायेण अनेट् परन्तु इष्यति इति अस्ति. इष्यति इति निजन्तरूपम् इत्यनेन वा इष्यति. श्री इष्यति सार्वधातुक आर्धधातुकयोः श्रे श्रेयोगः इष्यति. येचो अयवायावः श्र इष्यति श्रयिष्यति. येचो अयव एकारस्य अकार यकार देन् श्र भवति. श्र अनन्तरम् इकारः श्रे यकारः श्र इष्यति श्रयिष्यति. श्रीधातुः एव निजन्तधातु चेत् इडागमः नाट् इडागम श्रीयोगः णिच् भवति खलु. ओके, तर्हि निजन्तधातूनां कृते एवं भवति. चुर्योगः णिच् चोरी. चोरी योगः इष्यति. चोरी योगः इष्यति. सो चोरे चोरयिष्यति खलु. एचो अयवायावः चोरयिष्यति. णिच् प्रत्ययस्य विधाने प्रमुखम् अङ्गकार्यत्रयं सम्भवति. श्री इदानीं वयं णिजन्तकृत न पठितम्. ओके, पूर्वं पठितं दत्तम् अस्तु. श्रायिष्यति इति किमपि भवति खलु खलु. श्रावि णिच् अस्ति चेत् वृद्धि अस्ति. श्राविष्यति संथिङ्ग् लैक् दट्. श्रायिष्यति इति भवति. ओ श्रै श्रै भवति अचोणिति. अनन्तरम् अयचोयवायवः श्राय् श्रायी. अनन्तरम् इष्यति श्राय पुनः अयचोयव गुणः सर्वम् आगत्य श्रायिष्यति. श्राये अनन्तरं श्रायिष्यति. अस्तु अस्तु. आं भगिनि, अजन्तधातुः अस्ति चेत् अचोञ्जिनिति इत्यनेन वृद्धिः. प्रेरणार्थ णिच् यथा नियोगः णिच् प्रेरणार्थे अस्ति. नी वृद्धि अस्ति नै भवति. नैयोगः इ नायि. नायी योगः इष्यति नाये भवति. एचो अयवायावः नाय इष्यति. नाये भवति. ए स्थाने अकार यकार अनन्तरं यकार इकार योजनं वाट् डिड् ऐ से नायी नाये. सो नाय इष्यति यकार इकार नाये. अनन्तरम् एचो अयवायावः. एचो अयवायावः इत्यनेन एकारस्य स्थाने अकार यकार. सो नाय अनन्तरम् इष्यति, नाय इष्यति. अचोन्यति वयं जानीमः अजन्त अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ङिति णिति प्रत्ययपरे. अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः ङिति णिति. अस्तु, अद् उपदधातुः अस्ति चेत् अत उपधायाः इत्यनेन वृद्धिः, तदपि वेण्ड प्रेरणार्थ कण्णिचि यथा फट् योगः निच् पाठी भवति, अत उपधायाः इत्यनेन वृद्धि भवति. पाठी पाठी योगः इष्यति, पाठे योगः इष्यति, पाठ पाठ इष्यति, पाठ इष्यति यकार इकार पाठयिष्यति. अत उपधायाः वयं जानीमः उपधायाम् अतः वृद्धिः ङिति णिति प्रत्ययपरे. अङ्गस्य उपधायाः अनुवृत्तिसहितसूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः ङिति अथवा णिति प्रत्ययपरे. लघु लघु इद् उपधातुः अस्ति चेत् पुगन्तलघुपदस्य च इत्यनेन गुणः, पुगन्तलघुपदस्य च इत्यनेन गुणः. प्रेरणार्थक प्रेरणार्थकण्णिचि यथा लिख् योगः णिच् लेखी भवति, लेखी योगः इष्यति लेके लेख् अनन्तरम् एचायाः लेख इष्यति यकार इकार लेख इष्यति. पुगन्तलघुपदस्य च सार्वधातुके आदधातुके च प्रत्ययपरे पुगन्तस्य अङ्गस्य लघु उपदस्य च इकः गुणः भवति. अस्तु, पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः. अस्तु, नूतनं किमपि नास्ति, परिचितमेव परिचितम् अचोनिति अथ उपधायाः पुगन्तलघुपदस्य च. धन्यवादः भगिनि. सन्नन्तदातूनां लुट्लकारस्य रूपसिद्धिः, सर्वे सन्नन्तदातवः अदन्ताः सन्ति, अतः अतो लोपः इत्यनेन धातोः अन्ते यः अकारः अस्ति तस्य लोपः भवति आदुधातुकप्रत्यये परे. लुट्लकारस्य स्या प्रत्यय आदुधातुकसञ्ज्ञकः एव, अतः तस्मिन् परे अदन्ताङ्गस्य अश्व अकारलोपः भवति. अपि च सर्वे सन्नन्तदातव अनेकाचः, अनेकाच इति कारणात् सेप् सर्वे अपि इदानीं सन्नन्तदातव अकारान्तदातवः अदन्तदातवः अनेकाचः, अतः सेतः. उदाहरणं जिगामिषा इष्यति, अतो लोपः इत्यनेन अकारलोपः भवति. जिग जिगमिष् योग इष्यति, जगिमिष्यति भवति, इष्यति इति आदुधातुकप्रत्ययः. तदा तदेव पिपटिष्य इष्यति, पिपटिष्यति, पिपटिषिष्यति, शकारद्वयं सर्वत्र पिपटिषिष्यति. जिगमिषि इष्यति, जिगमिषिष्यति, जिगं मिष्यति न भगिनि, किं वदति? मिषिष्यति, मिष इति तत्र एकः शकारः अस्ति, मिष्यति इत्यत्र इतोपि एकः शकारः. सो जिगमिषिष्यति, पिपटिषिष्यति, पिपटिषिष्यति, चिकिषिष्यति, चिकिषिष्यति, मुमुच्यति, मुमुक्षिष्यति, मुच्छिष्यति, चिकादिश् चिकादिशिष्यति, शिष्यति, विवदिश् इष्यति, विवदिश् इष्यति, विवच् युग इष्यति, विवचिष्यति, पिपासयुग इष्यति, पिपासिष्यति, दिस् युग इष्यति, दिच्छति, दिच्छति, इष्यति, युयुत्स् योग इष्यति, युयुत्सिष्यति, लिप्स् योग इष्यति, लिप्सिष्यति, जिगासयोग इष्यति, जिगासिष्यति, शुश्रूष इष्यति, शुश्रूषिष्यति, दिदृच् इष्यते दिदृच्छिष्यते विविन्दिश् इच्छते विवदिष्यते विवर्दिश् इष्यते विवर्दिष्यते इष्यते अतो लोपः वयं जानीमः पदन्तङ्गस्य ह्रस्व अकारलोपो भवति निमित्तमस्ति आदिदातुकप्रत्ययः परे सूत्रं पठामि भगिनि अनुवृत्ति दित्स योगः इष्यति वाट् डस् इट् मीन् पिपासुः विवक्षुः मुमुक्षुः वयं वदामः खलु दित्त दित्त स दित्त धातु पिप् दिद् आर् दिग् दिद् दित्सिष्यति खलु दित् दित्सिष्यति परन्तु तत्र दाधाने इति धातुः अस्ति खलु दुधायिदाने दाधाने तत्र दित्सिष्यति टु गिव् टु प्रोवैड् इति अर्थे दित्सिष्यति टु गिव् सो दता दातुम् इच्छति कः दा लैक् मुमुक्षुः चिकीर्षुः सो दातुम् इच्छति द वन् हु वाण्ट्स् टु गिव् इट्स् लैक् वाट् दित्सुः मेबि दित्सुः मुमुक्षुः दित्सुः दित्सुः इति परिचितमेव दित्सुः अस्तु सः दातुम् इच्छति दित्सुः आम् अस्तु युयुत्सुः वयं जानीमः योद्धुम् इच्छति अस्तु योद्धुम् इच्छति एतत् दातुम् इच्छति वित्सुः ओ अस्तु अस्तु अस्तु भगिनि आं भगिनि अग्रे यङन् पठामि भगिनि यङन्तदातूनां लोट्लकारस्य रूपसिद्धिः द्वादशु धातु धातुप्रत्ययेषु यङ् प्रत्ययः अन्यतमः वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति यथा णिच् अपि च सन् अस्य यङ् प्रत्ययस्य धातूनां संयोजनेन नूतनधातुः निर्मितः भवति तदा यङ्गन्तधातुः इति वदामः यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः लुक् अपि भवितुम् अर्हति यत्र यङ् लुक् भवति तत्र यङ् लुगन्तधातुः इत्युच्यते यङ्गन्तानां यङ् लुगन्तानां च अर्थसमानः परन्तु रूपं भिद्यते ओक यङ्गन्तधातुः अर्थः अस्ति वारं वारम् अथवा अधिकाधिकम् इत्यस्य अर्थः भवति यथा निच् सन् प्रत्ययः योजनेन यङ् प्रत्यय अपि योजनेन नूतनधातु निर्मितं भवति तत् यङ्यन्तधातुः इति वदामः यङ् प्रत्ययस्य लोपः भवितुम् अपि भवति अतः अत्र यङ् लुगन्तधातुः इति उच्यते अर्थं समानमेव यङ्गन्तलुगन्तानाम् अर्थः समानं रूपं भिद्यते यथा फट् योग यङ् पापठ्या इति यङ्गन्तधातुः पट्युगया पापठ्या यङ् लुक् पापट् इति यङ् लुगन्तधातुः पापठ्य इति अदन्तधातुः पापट् इति हलन्तधातुः रूपं भिद्यते किन्तु अर्थसमानः यङ्गः लटि पापठ्यते यङ् लुगन्तस्य लटि पापट्टि यत्र वारं वारम् अथवा अधिकाधिकं पतति इत्यर्थः रूपं यङ् दातु यङ्गन्तदातु यङ् लुगन्तदातु उदाहरणं दत्तम् अर्थं समानमेव रूपं भिद्यते यङ् दातूनाम् अत्र अदन्तम् अङ्गमस्ति यङ् लुगन्तदातूनां हलन्ताश धातु अस्ति यङ्गन्त धातूनां लोट्लकारस्य रूपसिद्ध्यर्थं बोध्यं यत् सर्वे यङ्गन्तधातवः अदन्ताः सन्ति, अतः अतो लोपः इत्यनेन धातोः अन्ते यः अकारः अस्ति तस्य लोपः भवति आर्धधातुकप्रत्यये परे. लुट्लकारस्य सा प्रत्यये अधिक आर्धधातुकसैनिक एव, अतः तस्मिन् परे अदन्ताङ्गस्य हस्व अकारलोपो भवति. अपि च सर्वे यङ्गन्तदातव अनेकात् अतः अति कारणात् सेतः सर्वे अपि जानीमः. खलु पापट्टि इति यङ्लुगन्तरूपं दत्तं पूर्वम् अस्माभिः कृतं, स्मरन्ति वा इति न जाने. पट् पट् इति सन्यङ्गोः इत्यनेन, अनन्तरं हलाद्विशेषः प पट् दीर्घोकितः इति सूत्रेण पा पट् इति भवति. अनन्तरम् एकवारं वदतु भगिनि तत्र यङ्गु आरम्भतः एकवारं वदामि. पट् धातुः पट् योगः यङ् धातोरेकाचोक् हलादे क्रियसमविहारे यङ् यङ्गो चिच इत्यनेन यङ् लुक् जातः पट्. इदानीं तत्र संयङ्गोः इत्यनेन द्वित्वं पट् पट् हलादिशेषः प पट् दीर्घोकितः पा पट्. इदानीं तत्र यदा चित् विधानं सर्वं जातम् अनन्तरं तत्र कर्तरी शप् शपः शप् विधानं पा पट् शप् ति. इदानीं तत्र पा पट् शप् इत्यत्र अकारः अस्ति, ति अस्ति खलु, तत्र ष्टुनाष्टुः अधि क्षम्यताम् एतत्तु अदादिगणीयः खलु, अतः तत्र अधिप्रभृतिभ्यः शप् इत्यनेन शपः लुक् सो पा पट् ति. इदानीं तत्र ष्टुनाष्टुः पट् टि ष्टुनाष्टुः खलु टि परीक्ष पट् टि अतः पा पट्टि इति रूपम् कृतमेव परन्तु पूर्णतया विस्मृत. पट् योगः यङ्ग् सो पट् योगः यङ्ग् ओके सूत्र यङ्गोचि च टु फोर् यङ्गोचि च इत्यनेन लोपः वा यङ्ग् यङ्ग् लुक् यङ्ग् लुक् खलु टु फोर् सम्थिङ्ग् ओके लुक् अधः अस्ति ओके लुक् अधः टु फोर् यङ्गोचि च अस्तु. अनन्तरं सन्यङ्गोः इत्यनेन द्वित्वम् अनन्तरं हलादिशेषः अस्तु अस्तु तनेन स्टुनाष्टुः करी च इत्यनेन एव पापट्टि इति आगतम्. अहं चिन्तितवती किमपि अत्र नूतनसूत्रम् इति पापट्टि इति स्टुनाशुः करी च एतदेव. दीर्घोकितः दीर्घोकितः दीर्घोकितः दट् इस् इन् 7-4 खलु भगिनि अन्तिम 7-4 दीर्घोकितः इति 7-4 आम् अलादिशेषः दीर्घोकितः अलादिशेषः 60-83 इस् दीर्घोकितः ओके अलादिशेष द्वित्वसूत्रं तत्र एव आगच्छति दीर्घोकितः तत्र एव तस्मिन्नेव प्रकरणे 7-4 एव 83 अस्तु अस्तु भगिनि तद् आल् दट् दीर्घसूत्रात् गुणो यङ् लुकोः अनन्तरं दीर्घोकितः अस्तु अस्तु दीर्घोकितः पठितवन्तः आमामां तदा पापट्टि इति दृष्ट्वा अहं चिन्तितवती किमपि नूतनसूत्रं वा किं विस्मृतवती इति केवलं स्तुनाष्टुः करी पुनः रामः पापट्टि रामः पुनः पुनः पठति आम् आम् अधिकवारम् इति पापट्टि रामः पापट्टि पापट्टि पापट्यते इत्यपि साधु एव आम् पापट्यते इत्यपि वक्तुं शक्यते. पापट्यते ऐ थिङ्क् इस् मोर् फ्रीक्वेण्ट्लि यूस् देन् पापट्टि अतः एव पापट्यते पापट्यते इति यङ् लुगन्त नास्ति पापट्यते यङ् धातु यङ् धातु तत्र किमपि अधिककार्यं नास्ति, अत्र एव पठ्य इति दत्तम्, अनन्तरं ते एव. अस्तु, सत्यम्. आं भगिनि, आं भगिनि. यङ्गन्तदातवः द्विविधाः. यङ् येषु यङ् प्रत्ययात् पूर्वम् अचुवर्णः अस्ति, येषु च यङ् प्रत्ययात् पूर्वं हल् वर्णः अस्ति. यङ् प्रत्ययात् पूर्वम् अचुवर्णः अस्ति चेत् अतो लोपः इत्यनेन धातोः अन्ते यः अकारः अस्ति तस्य लोपः भवति, तावदेव कार्यम्. यङ् प्रत्ययात् पूर्वं हल् वर्णः अस्ति चेत् प्रश्नः उदेति यत् यस्य हलः इत्यनेन या शब्दस्य लोपः अथवा यस्य हलः इत्यनेन यकारस्य एव लोपः तदा अतो लोपः इति इत्यनेन धातोः अन्ते यः अकारः अस्ति तस्य लोपः भवति. वटं पठितवती यङ्गन्तदातवः हलन्त लिङ्पत्या पूर्वं हल् अचुवर्णः, हल् वर्णः अचुवर्णस्ति चेत् अतो लोपो विजानीमः. हल् वर्णस्ते यस्य हलः अत्र मतभेदः अस्ति. केचित् वदन्ति, केचित् वदन्ति यकारलोपः भवति, न तु या शब्दस्य लोपः भवति, तदनन्तरम् अतो लोप इति न यकारलोपो भवति इति. तदेव भगिनि, सत्यं, गतपाठे एव वयं दृष्टवन्तः खलु, तदेव कापि पेस्ट् कृतम् अत्र पुनः, तदेव यस्य हलः इत्यनेन य शब्दस्य लोपः वा अथवा यकार अकारस्य लोपः वा इति तद् चर्चा जाता खलु गतपाठे, तदेव तदेव अस्ति. आम्, अग्रे भगिनि. एवमेव यङ्गप्रत्ययपूर्वम् अचुवर्णः अस्ति चेत् नेनीय इष्यते, अतो लोपः नेनीयुग इष्यते, नेनीष्यते, नेनीष्यते. एवमेव लोलूयुग इष्यते, लोलूय युग इष्यते, लोलिष्यते, लोलुष्यते, लोलूयिष्यते, इष्यते, इष्यते, लोलूयिष्यते, इष्यते, भो भूय अत्र इष्यति, भो भूयिष्यति. अतो लोपः वयं जानीमः तन्तङ्गस्य हस्वकारलोपो भवति आजजातकप्रत्यये परे. यङ्गप्रत्ययात् पूर्वं हल् वर्णः अस्ति चेत् प्रश्नः आयाति सम्भावनाद्वयम् एव. एकसम्भावना अस्ति इष्यति, यस्य लोपः ब्रश् युग इष्यते, ब्रशिष्यते. अन्यत् अन्या सम्भावना अस्ति, अत्र यकार पूर्व या शब्दस्य लोपः भवति. अन्या सम्भावना अस्ति प्रश्य युग इष्यते, यस्य हलः इत्यनेन ब्रश् योगः इष्यते, यकारलोप अकार अस्ति, ब्राब्रश् ब्राब्रश इष्यते, अतो लोपः इत्यनेन ब्राबश् इष्यते, ब्राब्रशिष्यते इति रूपं भवति. तत्र अर्धशकारः एव अस्ति, कथं वा तत्र नूतन अकारः आनीतवन्तः? जातं अस्तु अस्तु, यकारस्य अकारः अस्तु अस्तु. 6449 and 6448 खलु, अतो परं कार्यं सम्यक् तदेव. यस्य हलः पठतु, अनन्तरं यस्य हलः हल् उत्तरस्य य शब्दस्य या शब्दस्य लोपो भवति अर्धदधिपत्ये परे. यस्य तुष्ट्यन्तं हलः पञ्चम्यन्तं द्विपदम्बदं सूत्रम् अतो लोप इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य अर्धधातुके इत्यनयोः अधिकारः अनुवृत्तिसहित सूत्रं हलः यस्य अङ्गस्य लोपः अर्धधातुके. सत्यम्. अस्तु, धन्यवादः भगिनि. उषा भगिनि, भगिनि एवमेव नेनिज्य योगः इष्यते, प्रथमं यस्य हलः इत्यनेन यकारलोपः, ने अकारः अवशिष्यते ने निज इष्यते ने निज इष् ने निज ने निजिष्यते ने निजिष्यते तथा एव वे वे विदिष्यति वे विदिष्यति दन्त्रम्य योगः इष्यते दन्द्रमिष्यते चङ्ग्रम्य योगः इष्यते चङ्ग्रमिष्यते ले लिख्य योगः इष्यते ले लिखिष्यते पा पठ्य योगः इष्यते पा पठिष्यते अनन्तरं वा वश्य योगः इष्यते वा वशिष्यते इदानीं तत्र प्रश्नः भवति खलु किमर्थं गुणः न जातः तदपि वयं गतपाठे पठितवन्तः आं पठतु भगिनी अत्र अवधातव्यं यत् नेनिज् योगः इष्यते वे विद् योगः इष्यति मो मुद् योगः इष्यते इत्येषु स्थलेषु उपधायां लघु इकः गुणः जायमानः अस्ति परन्तु अच परस्मिन् पूर्ववितौ आम् इत्यनेन परनिमित्तिक अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये तेन अल्लोपः स्थानिवत् भवति अल्लोपः स्थानिवत् भवति यस्मात् गुणकार्यं न जायते इति नास्ति सत्यं स्थानिवत् भवति अच परस्मिन् पूर्वविधौ पठितः सो मेनि टैम् वि हेव् डन् देट् बट् इत्यनेन परनिमित्तिक अजादेशः परनिमित्तिक अजादेशः तत्र कुत्र अस्ति भगिनि वेद् इति स्वीकुर्मः चेत् नो वे विद्य योगः इष्यति यकार अकार वे अनन्तरं वे विद् योगः इष्यति देन् वे विद् योगः इष्यति तत्र यकारे अकारः आसीत् खलु तदेव अतोलोपः इत्यनेन वयं लोपकार्यं कृतवन्तः लोपादेशः अभवत् सो परनिमित्तिकः अजादेशः स्थानिवद् भवति तद् अकारः इदानीमपि दृश्यते वेविध इति दृश्यते उपधायां धकारः एव दृश्यते न तु ईकारः न दृश्यते अतः अजादेश परनिमित्तिकः अजादेशः स्थानिवत् भवति अजादेशः ओके पूर्वविधौ कर्तव्ये सो पूर्वविधि गुणकार्यम् अस्तु गुणकार्यं पूर्वविधि कर्तव्ये परनिमित्तिकः आदेशः स्थानिवत् भवति यत् पूर्वम् अस्ति तदेव अस्ति इत्यनेन समानस्थानं ओके सो द गुणकार्यं डसन्ट् सी द उपदायिका अस्तु उपदायिकः एव पश्यति अस्तु अस्तु वे विद एव पश्यति वे विद् इति न पश्यति न पश्यति सत्यं तदेव स्थानिवत् भवति इत्यनेन गुणकार्यं नास्ति अस्तु अच परस्मिन् पूर्वविधौ परनिमित्तिक अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये अचः स्थाने यः आदेशः सः अजादेशः अस्तु यस्य स्थाने आदेशः विधीयते सः स्थानि अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूलः अच् इव स्थानिवत् भवति पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते परस्मिन् इति निमित्तसप्तमी पूर्वविधौ इति विषयसप्तमी पूर्वस्य विधिः पूर्वविधिः षष्ठी तत्पुरुषः तस्मिन् पूर्वविधौ अचः षष्ट्यन्तं परस्मिन् सप्तम्यन्तं पूर्वविधौ सप्तम्यन्तं त्रिपदमिदं सूत्रम् स्थानिवत् आदेशानल्विधौ इत्यस्मात् स्थानिवत् आदेशः इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ वयं बहुवारं पठितवन्तः इदानीमपि कृतवन्तः. अस्तु भगिनि, तदा अग्रे पठामि भगिनि. उदाहरणार्थं चुरादिगणे त्रिनवतिः धातवः धातवः अदन्ताः सन्ति. चुरादिगणे त्रिनवति धातवः अदन्ताः सन्ति, यथा कथ गृह गण क्षिप येषाम् अन्ते ह्रस्वाकारः वर्तते तस्य आकारस्य लोपः तु भवति, परन्तु उपदेशे अच अनुनासिक इत् इति सूत्रेण इति न. सो त्रिनवति धातवः ओके अकारा अस्ति, तस्य अकारस्य लोपः तु भवति परन्तु उपदेशे अच अनुनासिक इत् इति सूत्रेण इति न, यतोहि येषु धातुषु च अन्त्यः अकारः अनुनासिकः नास्ति, अतः इमे अकाराः इत्संज्ञकवर्णाः न सन्ति. तर्हि येषां धातूनाम् अन्त्यः अकारः कथं लुप्यते? चुरादिगणे धातुभ्यः णिच् प्रत्ययः विधीयते, यः आददादिकसंज्ञकः, अतः अतो लोपः इत्यनेन अकारलोपः सिध्यति. वयं जानीमः चुरादिगणे त्रिनवति धातवः सन्ति, अदन्तदातवः सन्ति. अदन्तदातवः कृते कथगृहगण क्षिप इति ये ह्रस्व अकारः वर्तते अन्तिम अकारः, परन्तु उपदेशे अनुनासिक इत् इत्यनेन सूत्रेण अकारः लोपः नास्ति, यतोहि अत्र अनुनासिक अकारः नास्ति धातोः अन्ते, अतः सूत्रस्य धातोः अकारः लोपः भवति अतो लोपः इति सूत्रेण. आर्धधातुकप्रत्ययः परः अस्ति इत्यपि णिच् प्रत्ययः आर्धधातुकप्रत्ययः इत्यनेन अतो लोपः इत्यनेन अकारलोपः सिध्यति. अस्तु, अतो लोपः वयं जानीमः अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति आर्धधातुके प्रत्यये परे. अस्तु, सो अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य लोपः आर्धधातुके उपदेशे. यथा पुनः तत्र अत उपादायः इत्यस्य प्रसक्तिः अस्ति वा इति प्रश्नः. किमर्थम् एतत् सर्वम् आनीतवन्तः इत्युक्ते अत उपादायः इत्यस्य प्रसक्तिः अस्ति. अचो अचः परस्मिन् तस्य विषये पूर्वविधौ. सो यथा कथयोगः णिच् कत् गृहयोगः णिच् गृह सो अकारलोपः क्रियते इदानीं. कत् इति धातुः अस्ति, गृह् इति धातुः अस्ति, अस्यां दशायां कत् धातोः उपदायाम् अत् इत्यस्य वृद्धिः, अपि च गृह् धातोः उपदायां लघु ईकः गुणः. अत उपदायाः इत्यनेन उपदायाम् अतः वृद्धिः णिति णिति प्रत्यये परे. अनुवृत्तिसहितसूत्रम् अङ्गस्य उपदायाः अतः वृद्धिः णिति णिति कत् धातोः, पुगन्तलघुपदस्य च इत्यनेन गुह् धातोः गुणः भवति. आभ्यां सूत्राभ्यां कार्यम् अभविष्यत्, परन्तु धातुः अदन्तः चेत् इमे सूत्रे प्रबाद्य अन्यत् सूत्रं कार्यं करोति, तथा एव अचपरस्मिन् पूर्वविधौ. ओके, अचपरस्मिन् पूर्वविधौ इति इत्थं च चुरादिगणे अदन्तधातुभ्यः णिच् प्रत्ययः विधीयते, अतः लोपः स्थानिवत् नाम ह्रस्व अकारः इव लोपः स्थानिवत् दृश्यते ह्रस्व अकारः इव. अनेन कारणेन अत उपादायाः इति सूत्रस्य दृष्ट्या कत् धातुः कथ इतिवत् दृश्यते. अस्तु, तस्मात् उपादायां तकारः अपि प्रतीयते, न तु ह्रस्व अकारः. अस्तु, कथ ओके अस्यां दशायां किमपि कार्यं न सम्भवति यथा अस्तु वयं पूर्वं दृष्टवन्तः अपि अच परस्मिन् पूर्ववितौ इत्यनेन कथ धातुः एव दृश्यते कथ इति एव दृश्यते कत् इति न दृश्यते अत उपादायाः इत्यनेन अपि च पुगन्तलघुपदस्य च इत्यनेन गुह इति एव दृश्यते गुह् इति न दृश्यते गृह् एव न दृश्यते आम् गुह् धातुः कम्प्लीट्लि गुह् नास्ति खलु अस्मिन् गृह् गृह् एव चुरादिगणे 29 धातुस् वा 39 अस्तु त्रिनवति अत्र सो कत् कथ योगः णिच् अतो लोपः कत् योगः णिच् अत उपादायाः इत्यनेन स्थितस्य अतः वृद्धिः भवति स्म परन्तु अच परस्मिन् पूर्वविधौ इत्यनेन नास्ति वृद्धिकार्यं नास्ति कत् धातोः एव भवति कत् धातोः अन्त्यलोपः अत् इव दृश्यते ओके अत उपादायाः इति सूत्रेण कत् दृश्यते इति कारणतः उपादायाम् अधुना तकारः वर्तते अस्तु अतः वृद्धिः न भवति अस्तु एवमेव गृह् योगः णिच् अतो लोपः पुगन्तलघुपदस्य च परन्तु अच परस्मिन् पूर्वविधौ इत्यनेन गृह एव दृश्यते गृहयते गर्हयते इति न भवति गृहयते गर्हयते इति न भवति सो इदानीं प्रकृतौ परन्तु भगिनि कथा दिन् दूद रूपं कम्प्लीट् रूपं कथयोगः कत् योगः णिच् कथय कथ्यते इति एव अस्तु तत् न दृतं न दत्तम् अस्तु अत्र प्रकृतौ नेनिज् योगः इष्यते इति स्थले नेनिज् योगः इष्यते ओ तदेव वयं विवक्ष भवति खलु कथयति कथयति इत्येव कथयति उभयपति धातुरस्ति वा कथयति कथयते सम्यक् उभयपदि एव बट् नाट् कत् कथ्यते कथयति कथयति णिच् अपि च शप् अपि अस्ति इत्यनेन ओके ओके आम् आम् कथयति कथयते अस्तु गृहयते खलु आम् गृहयते आम् प्रकृतौ किम् अत्र प्रकृतौ प्रकृतौ अत्र प्रकृतौ नेनिज् योगः इष्यते इति स्थले यदा पुगन्तलघुपदस्य च इत्यनेन उपादायां स्थितस्य लघु इकः गुणः जायमानः तदा इष्यति इति निमित्तं मत्वा अल्लोपः स्थानिवत् भवति अतः उपदा गुणः न सम्भवति ओ नेनिज् वे विद् तदेव वयं दृष्ट तदेव प्रकृतकार्यम् इति अस्तु अस्तु अस्तु अल्लोपः स्थानिवत् अल्लोपः स्थानिवत् अस्तु प्रायः अग्रिमप्रश्नः अग्रिमसप्ताहे पठामः तद् बहु दीर्घमस्ति एतदपि वयं कथापाठे पठितवन्तः पूर्वं सो मेनि टैम्स् दृष्टवन्तः परन्तु रिविशन् एव आमामाम् अनेन यः एतद् वयम् अग्रिमपाठे पठामः चेत् एतत् पाठः समाप्तः तत्र किमपि अन्यत् नास्ति यङ्लुङ्धातूनां ऋट् सिद्धिः इति एकमस्ति तावदेव सो एतद् दीर्घविषयः प्रायः डिड् वी स्टाप् ऐ हव् टु मार्क् अनन्तरं प्रश्नः आगतः इति तस्मात् वयम् अग्रिमसप्ताहे पठिष्यामः अस्तु धन्यवादः भगिनी एकः प्रश्नः पूर्वविधौ पूर्वविधिः खलु पूर्वविधिः कः तत्र तत्र अतो लोपः एव पूर्वविधिः खलु तद् तद् यदा वयं न कुर्मः आम् तदा यदा तद् न कुर्मः तदा रूपं कथं भवति तादृशमेव तिष्ठति किं भगे इदानीं कथयोगः निचि इति अस्ति स्तोलोपः इति कृतवन्तः यदा अतोलोपः कुर्मः कप् इति भवति सो बिकास् आफ् अतोलोपः इदानीं तत्र अत उपादायाः इत्यस्य प्रसक्तिः ओके परन्तु वि डोण्ट् वाण्ट् अतो अत उपादायाः टु वर्क् द ओके सो द पूर्वविधि इस् अतोलोपः यदा वयम् अतोलोपः न कुर्मः तदा रूपं कथं भवति कथ इत्येव भवति खलु दट् इस् वाट् अत उपादायाः इस् सीङ्ग् नौ इट् इस् सीङ्ग् कथ अण्ड् सो इट् डस् नाट् आक्ट् पूर्वविधि पूर्वविधौ कर्तव्ये पूर्वविधिः इति इदानीं तत्र अतोलोपः तद् पूर्वविधिः कर्तव्ये कर्तव्ये तत्र विषयसप्तमी इति चिन्तयामि पूर्वविधि विधौ कर्तव्ये इति तदेव अत्र दत्तमस्ति धन्यवादः भगिनि ऐ थिङ्क् अष्टाध्यायी डाट् काम् हेस् दट् सूत्र तत्र सम्यक् रीत्या लिखितमासीत् तत् अर्थः सत्र पश्य अस्तु तत् पूर्वविधौ इति विशेषसप्तमी बट् पूर्वविधौ कर्तव्ये इति सतिसप्तमी आम् पूर्वविधौ कर्तव्ये इति सतिसप्तमी अस्तु धन्यवादः धन्यवादः धन्यवादः भगिनि नमस्कारः नमस्ते